पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 57 वात्सायन उवाच जगत्पवित्रसत्कीर्तिजानक्या वाच्यवाचनं कथं समकरोत् स्वामी तन्मे कथय सुव्रत यथा मे मनसौख्यं भविष्यदि सुशोभनं तथा कुरुष्व शेषाद्य त्वन्मुखान् निःसृतामृतं पिबदस्तृप्तिरेव स्याद्यया संसृति कृन्दनं शेष उवाच मिथिलायां महापुर्यां जनको नाम भूपतिः तस्यां करोति सद्राज्यं धर्मेणाराधयन् प्रजाः तस्य सङ्कर्षदो भूमिं सीतया दीर्घमुख्यया शिरध्वजस्य निरगात् कुमारी ह्यदिसुन्दरी तदात्यन्तं मुदं प्राप्तः शीरकेतुर्महीपतिः सीता नामाकरोत् तस्या मोहिन्या जगतः श्रियः सैकदोद्यानविपिने खेलन्ती सुमनोहरा अपश्यत् स्वमनःकान्तं शुकशुक्योर्युगं वदद अत्यन्तं हर्षमापन्नमत्यन्तं कामलोलुपं परस्परं भाषमाणं स्नेहेन शुभया गिरा रममाणं तदा युग्मं नभसि क्षिप्रवेगदः समुत्पदन्नगोपस्ते स्थितं शब्दं चकार तत् रामो महीपतिर्भूमौ भविष्यति मनोहरः तस्य सीतेदि नाम्ना तु भविष्यति महेलिका सतया सह वर्षाणां सहस्राण्येकयुग्धश्च राज्यं करिष्यदे धीमान् कर्षन् भूमिपदीन् बली धन्या सा जानकी देवी धन्योऽसौ रामसंज्ञितः यौ परस्परमापन्नौ पृथिव्यां रंस्यतो मुदा इति सम्भाष्यमाणं तु शुकयुग्मं तु मैथिली ज्ञात्वेदं देवतायुग्मं वाणीं तस्य विलोक्य च मदीयास्तु कथा रम्या कुरुते शुकयोर्युगं यदद्गृहीत्वा पृच्छामि सर्वं वाक्यं गदार्थकम् एवं विचार्य सा स्वीया सखी प्रतिजगादः गृह्णं तु शनकैरेदत्पक्षियुग्मं मनोहरम् सख्यस्तास्तद्गिरिं गत्वा गृह्णन् पक्षियुगं वरं निवेदयामासुरिदं स्वसख्या प्रियकाम्यया बहुधा विविधान् शब्दान् कुर्वद्वीक्ष्य मनोहरम् आश्वासयामास तदा पप्रच्छ तदिदं वचः सीतोवाच मा भैषादां युवां रम्यौ कौ वां कुत्र समागतौ को राम का च सा सीता तज्ज्ञानं तु कुत स्मृतं तत्सर्वं शंसतं क्षिप्रं मत्तो वां वेदु यद्भयम् इति पृष्टं तया पक्षियुगं सर्वमशंसद पक्षियुग्ममुवाच वाल्मीकिरास्ते सुमहान् ऋषिर्धर्मविदुत्तमः आवां तदाश्रमस्थाने सर्वदा सुमनोहरे सशिष्यान् गापयामास भाविरामायणं मुनिः प्रत्यहं तत् पदस्मारी सर्वभूतहिते रथः तदा वाभ्यां श्रुतं सर्वं भाविरामायणं महद मुहुर्मुहुर्गीयमानमायादं परिपाठतः शृण्वा वां तेऽभिधास्यावो यो रामो या च जानकी यद्यद्भविष्यदे तस्या रामेण क्रीडितात्मना ऋष्यशृङ्गकृतेष्ट्यां च चतुर्धा त्वङ्गदो हरिः प्रादुर्भविष्यदि श्रीमान् सुरस्त्रीगीतसत्कथः स कौशिकेन मिथिलां प्राप्स्यते भ्रातृसंयुतः धनुष्पाणिस्तदा दृष्ट्वा दुर्ग्राह्यमन्यभूभुजां धनुर्भङ्क्त्वा जनकजां प्राप्स्यते सुमनोहरां तया सह महद्राज्यं करिष्यति श्रुतं वरे एतदन्यच्च तत्रस्थैः श्रुतमस्माभिरुद्गतैः कथितं तव चार्वङ्गि मुञ्चावां गन्धुकामुकौ इति वाक्यं तयोर्धृत्वा श्रोत्रयोः सुमनोहरं पुनरेव जगादेदं वाक्यं पक्षियुगं प्रति स रामः कुत्र वर्तेत कस्य पुत्र कथं तु तां परिगृहीष्यति वरकीदृग्रूपधरो नरः मया पृष्ठमिदं सर्वं कथयन्तु यथा तथं पश्चात् सर्वं करिष्यामि प्रियं युष्मन्मनोहरम् तच्छ्रुत्वा तां तु कामेन पीडितां वीक्ष्य सा शुकी जानकीं हृदये ज्ञात्वा पपाठ पुरतस्ततः सूर्यवंशध्वजो धीमान् राजा पङ्क्तिरथो बली यं देवाश्रित्य सर्वारीन् विजेष्यन्ति च सर्वशः तस्य भार्यात्रयं भावि शक्रमोहनरूपधृक् तस्मिन्नपत्य चादुष्कं भविष्यति बलोन्नतम् सर्वेषामग्रजो रामो भरतस्तदनुस्मृतः लक्ष्मणस्तदनु श्रीमान् शत्रुघ्नः सर्वतो बली रघुनाथ इति ख्यातिं गमिष्यति महामनः तेषामनन्दनामानि रामस्य बलिनः सखि पद्मकोश इव शोभनं मुखम् पङ्कजाभनयने सुदीर्घके उन्नदा पृथुमनोहरानसा वल्गुसङ्गदमनोहरे भ्रुवौ जानुलम्बितमनोहरौ भुजौ कम्बुशोभिगलकोदिह्रस्वकः सत्कपाटतलविस्त कृतश्रिकं वक्ष एतदमलं सलक्ष्मकं शोभनोरुकडिशोभयायुधं जानुयुग्ममलं स्वसेवितं पादपद्ममखिलैर्निजैः सदा सेवितं रघुपतिं सुशोभनम् येदद्रूपधरो रामो मया किं तु स वर्ण्यते शाताननोऽपि नो यादिपक्षिणः किमु मादृशः यद्रूपं वीक्ष्य ललिता मनोहरवपुर्धरा लक्ष्मीर्मुमोह भुविका वर्तते यानमोहती महाबलो महावीर्यो महामोहनरूपदृक किं वर्णयामि श्रीरामं सर्वैश्वर्यगुणान्वितम् धन्या सा जानकी देवी महामोहनरूपधृक रंस्यते येन सहिता वर्षाणामयुधं मुदा त्वं कासि किं तु नामासि वद सुन्दरि यत्तु मां परिपृच्छसि वैदभ्याद्रामकीर्तनमादराद येदद्वाक्यं समाकर्ण्य जानकी पक्षिणोर्युगम् उवाच जन्मललितं शंसंदी स्वस्य मोहनं या त्वया जानकी प्रोक्ता साहं जनकपुत्रिका स रामो मां यदाभ्येत्य प्राप्स्यते सुमनोहरः तदा वा मोचयाम्यद्धानान्यथा वाक्यलोभिता लालयामि सुखेनास्तां मद्गेहे मधुराक्षरौ इत्युक्तं तत्समाकर्ण्यवेपदुर्भयदां गदौ परस्परं प्रक्षुभितौ जानकीमित्यवोचताम् वयं वैपक्षिणः साध्वी वनस्था वृक्षगोचराः परिभ्रमाम सर्वत्र नो सुखं नो भवेद्गृहे अन्तर्वत्नी स्वके स्थाने गत्वा संसूय पुत्रकान् त्वस्थानमागमिष्यामि सत्यं मे ह्युदितं वचः एवं प्रोक्ता तया साधु नमुमोच सुखीं स्वयं तदा पदिस्तां प्रोवाच विनीदवदनुत्सुकः सीदे मुञ्ज कथं भार्यां रक्षसे मे मनोहरीम् आवां गच्छाव विपिने विचराव सुखं वने अन्तर्वत्नी तु वर्तेद भार्या मम मनोरमा तस्या प्रसूदिं कृत्वा त्वामागमिष्यामि शोभने इत्युक्ता निजगादे मम सुखं गच्छ महामदे येदां रक्षामि सुखिनीं मत्पार्श्वे प्रियकारिणीम् इत्युक्तो दुःखितः पक्षी तामूजे करुणान्वितः योगिभिः प्रोच्यते यद्वै तद्वचस्तद्भ्यमेव हि न वक्तव्यं न वक्तव्यं मौनमाश्रित्य तिष्ठतां नो चेत् स वाक्यदोषेण प्राप्नोत्यालानमुन्मदः वयं चेदत्र वाक्यं नाकरिष्याम न गोपरि बन्धनं कथमावां स्यात् तस्मान्मौनं समाचरेद इत्युक्त्वा तां प्रत्युवाच नाहं जीवामि सुन्दरि एतया भार्यया सीते तस्मान् मुञ्चमनोहरे अनेकविधवाक्यैः सा बोधिता नामुच तदा कुपिता दुःखिता भार्या शशापजनकात्मजाम् यथा त्वं पदिना सार्धं वियोजयसि मामिदः तथा त्वमपि रामेण वियुक्ता भव गर्भिणी इत्युक्तवत्यां तस्यां तु दुःखितायां पुनः पुनः प्राणानिरगमन्दुःखात् पदिदुःखेन पूरितात् रामं रामं स्मरन्त्याश्च वदन्त्यांश्च पुनः पुनः विमानमागतं सुष्ठुपक्षिणी स्वर्गदा बभौ तस्यां मृतायां दुःखार्तो भर्ता तस्याः स पक्षिराट परमं क्रोधमापन्नो जाह्नव्यां दुःखितो पतत तथा भवामि रामस्य नगरे जनपूरिते मद्वाक्यादियमुद्विग्ना वियोगेन सुदुःखिता इत्युक्त्वा स पपातोदे जाह्नव्याभ्रमशोभिते दुःखितकुपितोभिदस्तद्वियोगेन कम्पितः क्रुद्धत्वाद्दुःखितत्वाच्च सीताया अपमाननाद अन्त्यजत्वं परं प्राप्तो रजघक्रोधनाभिदः यक्रोधाच्च स्वकान् प्राणान् महदां दुष्टमाचरन् सन्त्यजेत्स मृदो यादि अन्त्यजत्वं द्विजोत्तमः तज्जातं रजगोक्त्यासौ निन्दिता च वियोगिता रजकस्य च शापेन वियुक्ता सावनं गता यदत्ते कथितं विप्रयत्ते पृष्ठं विदेहजां पुनरत्र परं वृत्तं शृणुष्व निगदामि तद् इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रजगप्राग्जन्मकथनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॐ